स्थानिवद्भाव इति विषये किञ्चिदेव इदानीम् अवशिष्यते. तत् समाप्य जुहोत्यादिगणे अलं धातवः इति नूतनपाठः नूतनपाठम् आरभामहे. अस्तु, तर्हि किम् अवशिष्यते तत्र एकवारं पश्यामः. तर्हि अस्माभिः गतरविवासरे दृष्टं यत् तत्र अल्विधिः तृतीया अल्विधिः भवितुं शक्नोति, अलाविधिः, तदनन्तरं पञ्चमी अल्विधिः अलः विधिः, षष्टि अल्विधिः अलः विधिः, सप्तमी अल्विधिः अलिविधिः इति अस्माभिः दृष्टम्. तर्हि इदानीम् अन्ते एकं लिखितमस्ति, एतत् सर्वं मनसि निधाय पुनः चिन्तनीयं हूझल्व्यो हेर्दि भवति चेत् किं कार्यं भवति इति अस्ति खलु. तर्हि विजया महोदय पठतु. एतत् सर्वं मनसि निधाय अन्तिमभागे अस्ति, हसि च इति सूत्रमस्ति खलु, तस्य अनन्तरम् एतत् सर्वं मनसि निधाय. आम् महोदय, एतत् सर्वं मनसि निधाय अधुना पुनः चिन्तनीयं यत् अत्र हूजल्भ्यो हेर्दिः पूर्वं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति वा. शाहौ पूर्वं भवति चेत् अनन्तरं हूजल्भ्यो हेर्दिः इत्यस्य कार्यं सम्भवति वा इति इदं परिस्थितिद्वयम् अस्माभिः परिशीलनीयं. हूजल्भ्यो हेर्दिः इति परसूत्रं षष्टम अध्याये चतुर्थपादे एकोत्तर एकशतम् इति सूत्रमस्ति इति परसूत्रं. तर्हि विप्रतिषेधे परं कार्यम् एतत् प्रथम अध्याये चतुर्थपादे द्वितीयसूत्रमस्ति. इत्यनेन प्रथमं भवति चेत् शाक् योगः हि हूजल्भ्यो हियर्दिः इत्यनेन हि स्थाने दि शास् योगः दि. अधुना शाहौ एतत् षष्टम अध्याये चतुर्थपादे पञ्चत्रिंशत् इति सूत्रस्य प्रवर्तनार्थं हि नास्ति, अतः स्थानिवद्भावेन अयं दि हि इव भवितुम् अर्हति न वा इति अर्हति न वा इति स्थितौ शाहौ इति सूत्रस्य प्रवर्तनार्थम् अल् निमित्तं नास्ति, अपि तु धातुः च प्रत्ययः च. अतः अत्र स्थानिवद्भावेन अयं दि हि इव भवति इति कृत्वा शाहौ इत्यस्य कार्यं प्रवर्तते एव. अनेन शाहौ पूर्वपरप्रसङ्गी एतस्मात् च नित्यसूत्रं नित्यत्वात् प्रथमं प्रवर्तनीयम्. अत्र हूजल्भ्यो हेर्दि इति सूत्रे परसूत्रमस्ति. शाहौ तु पूर्वमस्ति, षष्टमाध्याये चतुर्थपादे पञ्चत्रिंशत् सूत्रमस्ति, एतत् पूर्वसूत्रमस्ति. अनन्तरं विप्रतिषेधे परं कार्यं तु प्रथमाध्याये चतुर्थपादे द्वितमसूत्रम् अस्ति. इदानीं हूजल्भ्योर् हेर्दिः इति सूत्रम् एतत् सास् योगः हि स्थाने दि आगच्छति. हूजल्भ्यो हेर्दि कयोः द्वयोः सूत्रयोः मध्ये पूर्वपरकार्यम् इदानीं चिन्तनीयं, हूजल्भ्यो हेर्दि अपि च साहौ. हूजल्भ्यो हेर्दि परसूत्रमस्ति, अतः इति चिन्तयित्वा यदि हूजल्भ्यो हेर्दि इति प्रथमं कार्यं करोति चेत् किं भवति एतत् वयम् इदानीं द्रक्ष्यामः. हूजल्भ्यो हेर्दि प्रथमं कार्यं करोति चेत् किं भवति? तत्र हि स्थाने दि भवति. अत्र तु हल् निमित्तं नास्ति, अपि तु धातुः च प्रत्ययः च. कथम् अल्निमित्तं नास्ति इति कथम् अत्र उक्तम् अल्निमित्तं नास्ति इति सकारः अल्निमित्तमेव अस्ति न अत्र शाहौ इति सूत्रं किं वदति हि प्रत्ययः अस्ति चेत् शा स्थाने निमित्तं किम् अस्ति निमित्तमस्ति हि प्रत्ययः शा अङ्गं तर्हि अत्र प्रत्यय हि अपि अल् वर्णः हि अल् वर्णः नास्ति प्रत्ययः अस्ति ह स्थाने ध न भवति हि प्रत्ययस्य स्थाने धि भवति इति अत्र अङ्गप्रत्यय इति निमित्तद्वयमस्ति न तु हकार हकारनिमित्तं नास्ति तर्हि हकारनिमित्तमस्ति अल्निमित्तमस्ति तदा सत्यं परन्तु अत्र हि प्रत्यय हि प्रत्ययस्थाने न तु हकारः अतः अत्र अल्निमित्तम् अल् वर्ण अल् अल् अल् विधिः नास्ति अतः स्थानिवत् भवति अतः हि यत् अस्ति स अपि हि एव अस्ति हि एव प्रत्ययः अस्ति अतः शाहौ इति सूत्रं कार्यं कर्तुं शक्नोति यतोहि धि वस्तुतः हि एव अस्ति अतः शाहौ कार्यं कृत्वा शास्थाने शा भवति इति अस्ति तर्हि अत्र पश्यतु प्रथमं भूजल्यो कार्यं करोति चेदपि शाहौ कार्यं कर्तुं शक्नोति तस्य प्रसक्तिः भवति अतः कृताकृतप्रसङ्गी यस्य कार्यं भवति तस्य तत् नित्यत्वं भवति तर्हि शाहौ इति नित्यसूत्रमस्ति पूर्वमपि कार्यं कर्तुं शक्नोति भूजल्भ्यो यदि तस्य अनन्तरमपि कार्यं कर्तुं शक्नोति यतोहि धी वस्तुतः हि एव भवति अतः नित्यसूत्रमस्ति नित्यसूत्रमस्ति अतः किं तस्य कार्यं प्रथमं भवति यद्यपि शाहौ इति पूर्वसूत्रमस्ति परन्तु तस्य कार्यं प्रथमं भवति यतोहि नित्यसूत्रमस्ति अतः शाहौ प्रथमं कार्यं करोति इदानीं कथं भवति क्रमः इति पश्यामः सर्वे आगच्छन्ति वा आम् महोदय आम् महोदय अस्तु तर्हि अग्रे मन्दर् महोदय पठतु शाहौ तर्हि पूर्वं भवति एव शाहौ तर्हि पूर्वं भवति एव सास् योगः हि शाहौ इत्यनेन सास् स्थाने शा आगच्छति सा योगः हि अधुना पूजल्भ्यो हेदिः इति सूत्रस्य प्रवर्तनार्थं जल् प्रत्याहारे स्थितः सकारः अपेक्षितः स च सकारः स्थानिनि सा धातौ धातौ आसीत् किन्तु शा इति आदेशे नास्ति अत्र हल् निमित्तिकविधिः अस्ति कीदृशः अलोविधिः पञ्चमी तत्पुरुषः एतस्मात् कारणात् श आदेशे सास् इति स्थानिनः सकारत्वं न आगच्छति श आदेशः स्तात् इति सकार एतत् न आगच्छामि महोदय श आदेशः सास् इति स्थानिनः सकारत्वं न आगच्छति तर्हि तत्र वर्णनिमित्तिकं कार्यमस्ति खलु अतः यः सकारः शास् मध्ये अस्ति सः आदेशे शा मध्ये नास्ति स्थानिवत् न भवति आदेशः यतोहि पूजल् हेर्दि इति सूत्रस्य कृते निमित्तमस्ति झल् वर्णः खलु झल् वर्णः स्थानिनि अस्ति शास् मध्ये सकारः अस्ति परन्तु शा मध्ये यः आदेशः अस्ति तत्र नास्ति अल्निमित्तकं कार्यमस्ति अतः स्थानिवत् न भवति आदेशः अतः शा मध्ये सकारः नास्ति खलु अतः भूजल्यो न शक्नोति इति तत्र शास् मध्ये अस्ति अतः स्थानिवत् भूत्वा अत्र अपि अस्ति अतः नास्ति तर्हि अल्निमित्तकम् इति अस्ति कः विधिः अतः सकारत्वम् अत्र न आगच्छति अग्रे तदर्थं हूजल्भ्यो हेदिः इति सूत्रं स्थानिवत् भावं कृत्वा न प्रवर्तनीयम् अस्य किन्तु कार्यं वस्तुतः अतः हूजल्भ्यो हेर्दि इति सूत्रम् अत्र कार्यं कर्तुं न शक्नोति यतोहि तत् अल्निमित्तिकं सूत्रमस्ति स्थानिवत् भावः अनल्विधौ अस्ति अतः सूत्र कार्यं न कर्तुं शक्नोति तर्हि रूपं हूजल्भ्यो इति कार्यं कर्तुं न शक्नोति चेत् रूपं किं भवेत् का... कूजल् शाही शादी वा कूजक यदि कार्यं न कर्तुं शक्नोति चेत् किं रूपं भवति शाही हा परन्तु तत् असत्यमस्ति तत् दोषपूर्णरूपम् अस्ति अतः पाणिनिना किं कृतं जीनियस् अस्ति पाणिनिः पाणिनिना किं कृतम् अग्रे पठतु इति सूत्रं स्थानिनीभावं कृत्वा न प्रवर्तनीयम् अस्य किन्तु कार्यम् अत्र अपेक्षितमेव तदर्थं च पाणिनिः इदं सूत्रम् अपि च शाहौ इति सूत्रं द्वयमपि असिद्धत्वा तत्र आभात इति सूत्रस्य अधिकारे स्थापितवान् ओ आम् अनेन च तयोः सूत्रयोः हि इत्यस्य समानाश्रये सति हूजल्भ्यो हेदिः इत्यस्य दृष्ट्या शाहौ इत्यस्य कार्यम् असिद्धम् सा एव दृश्यते अनेन हूजल्भ्यो हेदिः इत्यस्य प्रसक्तिः भवति दि आदेश च सिद्ध्यति शादि इति रूपं जायते केवलं स्थानिवत् आदेशः इति सूत्रेण अत्र दोषपूर्णरूपं भवति अतः तद् निवारणाय पाणिनिना सूत्रद्वयं कुत्र स्थापितम् असिद्धवत् अत्राभात् इति अधिकारे अस्माभिः बहुवारं पठितम् अत्र एकसमानाश्रयं यदि अस्ति सूत्रद्वयं तर्हि परस्परकृते असिद्धवत् भवतः पूजल्भ्यो हेरति सूत्रस्य कारणं शाहौ न द्रष्टुं शक्नोति शाहौ इति सूत्रस्य कारणं पूजल्भ्यो इति द्रष्टुं शक्नोति अतः शाहौ इति सूत्रेण शास्थाने शा भवति तत् पूजल्भ्यो हेरति सूत्रं द्रष्टुं न शक्नोति तत् सूत्रं तु शात् एव पश्यति शात् एव पश्यति अतः शात् अस्ति सकारः अस्ति अतः धी स्थाने धी भवति अतः शाधि इति रूपं अतः अत्र आं महोदय अतः अत्र महाभाष्ये टीकावाक्यम् अस्ति शादित्यत्रापि नित्यत्वात् पूर्वं साभावः अल्विदित्वान् च दीत्वे नास्ति स्थानिवत् भावः तदेव लिखितम् शाधी मध्ये नित्यत्वम् अस्ति पूर्वं शाभावः नाम नित्यत्वम् अस्ति अतः पूर्वं शा करणीयं शायोगः तदनन्तरम् अल्विधित्वम् अस्ति अतः अत्र तत्र द्वित्वे नास्ति स्थानिवद्भावः यत् शायोग हि भवति तत्र यद्धि अस्ति अग्रे कुजल्भ्यो हेति तत्र स्थानिवद्भावः नास्ति अतः अत्र स्थानिवद्भावस्य प्रसक्तिः न भवति अतः असिद्धवत् अत्राभात् इति अधिकारस्य आवश्यकता अस्ति असिद्धवत् अत्राभात् इति अस्माभिः दृष्टम् अस्तु अत्र अग्रे अन्तिमपरिच्छेदं पठतु अन्ततो गत्वा इदमपि देयं केनचित् एतादृशचिन्तनमपि भवितुम् अर्हति यत् वस्तुतस्तु शाहौ इत्यस्य आवश्यकता नास्ति यतोहि इदं सूत्रं नास्ति चेत् सास् योगः हि हूजल्भ्यो हेदिः सास् योगः धी च इत्यनेन सकारलोपो भवति दकारादो प्रत्यये परे शाहि शायोगः धि शादि परन्तु त्रिपदादिनः धी च इति सूत्रस्य असिद्ध त्वं शास् इद हलोः इति सूत्रं प्रति अत्र अत्र नाम गच्छामि परन्तु त्रिपदिन पठतु आम् सास् इदल् हलोः इत्यनेन सासः उपधायाः इत् स्यात् अङ्गी अलादौ निति च सिस् योगः हि यदनिष्टम् एतस्य निवारणार्थं शाहौ इत्यस्य आवश्यकता शाहौ इत्यनेन पूर्वं शायोगः हि इति भवति, तदा एव ऊजल्भ्यो हेदिः इत्यनेन द्वित्वम् अनेन इष्टरूपं शादि सिद्ध्यति। तदेव एतत्तु अस्माभिः पूर्वं चर्चितं, रघुपतिमहोदयस्य प्रश्नः आसीत् खलु, शाहस्य आवश्यकता एव का अस्ति, स्मरति खलु, शाहौ इति नास्ति चेदपि शाहयोगः हि तत्र शाहयोगः हि ऊजल्भ्यो हेदि इत्यनेन शाहयोगः हि, तदनन्तरं धीच इति सूत्रेण शाधि भवति, परन्तु अस्माभिः सूत्रं पठितं शास् इदं खलु, तत्र किं भवति अलादि इति प्रत्ययपदे शास् मध्ये तत्र इत् भवति, तत्र शिस् अलादि इति प्रत्ययपदे इत् भवति, शिष् शिष्टि इति भवति, तर्हि शास् योग हि मध्ये हि अपि हलादि अस्ति, अतः शास् मध्ये शिस् भवति, शिस् योग हि तत्तु अनिष्टं रूपं भवति, अतः अस्माभिः पूर्वम् अस्ति नानिवद्भावे इति प्रश्नः अस्ति वा कस्यापि, प्रायः मन्ये नास्ति, इदानीं पाठः आरभामहे भोक्त्यादिगणे फलं दत्वा अस्माभिः एकनिमिष ज्योत्यादिगणे हलन् धातवः, अस्माभिः पूर्वम् अदादिगणे हर धातवः पठितम्, इदानीं ज्योत्यादिगणे हलन् धातवः, अस्तु रघुपतिमहोदय पठतु। आं महोदय, श्रूयते खलु? हा, ज्योत्यादिगणे हलन्तदातवः, ज्योत्यादिगणे चतुर्विंशतिदातवः सन्ति, तेषु षोडशदातवः अजन्ताः, अष्टदातवः हलन्ताश्च, षोडश अजन्तदातवः अस्माभिः पूर्वमेव परिशीलिताः, अधुना अष्टहलन्तदातवः द्रष्टव्याः। अस्माभिः ज्ञातं यत् यथा सर्वेषु गणेषु कर्तृत्वके सार्वधातुकप्रत्यये परे कर्तरि शपिहितः अस्ति, तदा ज्योत्यादिगणे ज्योत्यादिभ्यः श्लुः इति इत्यनेन शपः श्लु भवति, अतः ज्योत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, अस्माभिः दृष्टं तत्र ज्योत्यवश्लु इत्यनेन तत्र लोपः भवति, लुप्यते इति लोपः भवति ज्योत्यादिभ्यः, परन्तु तत्र श्लु इति लेखनस्य का आवश्यकता, लोपः अपि लेखितुं शक्नोति खलु पाणिनि, श्लु इति किं श्लु इति अत्र हा तत्र संज्ञा अस्ति खलु, तत्र श्लु इत्यनेन तत्र द्वित्वं भवति इति, न तद्भिन्नं तत्तु अग्रे भवति, परन्तु श्लु इत्युक्ते किं नाम, भवान् प्रथमं तु भवान् वदति श्लो लुपः इति खलु, प्रत्ययस्य लुप् श्लु लुपः इति खलु, हा प्रत्ययस्य लुप् श्लु लुपः इत्यनेन किं भवति आदर्शनं भवति, लोपः भवति, हा लोपः भवति, तर्हि प्रत्ययस्य लुप् श्लु लुपः इति किं वदति, लुक् श्लु लुप् इति ये सन्ति ते अपि लोपः, लोपः इत्युक्ते किम् आदर्शनं, आदर्शनं, तर्हि प्रथमं तु श्लु अस्ति चेत् प्रत्ययस्य अदर्शनं भवति, प्रत्ययः तत्र न दृश्यते, इदानीं कः प्रत्ययः न दृश्यते, कस्य लोपः भवति तत्र, शप शपः श्लु इति अस्ति, श्लु इत्यस्य शपः भवति, शपः श्लु भवति, शप् स्थाने श्लु भवति नाम शपः लोपः भवति, तर्हि एतन्तु अस्ति लोपः, अस्तु इदानीं प्रश्नः आगच्छति, तत्र श्लु इति नूतनसंज्ञायाः का आवश्यकता, केवलं ज्योत्यादिभ्यः लोपः इति किमपि लेखितुं शक्नोति पाणिनि, तर्हि श्लु अस्ति चेत् तस्य महत्त्वं किं किं, तत्र लुमान् अस्ति इति कृत्वा तस्य प्रत्ययलोपत्र न तिष्ठति इति तस्य अपवादः अस्ति, प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमस्ति, परन्तु तस्य अपवादः अस्ति न लुमताङ्गस्य इति, लुमान् इति अस्ति चेत् तत्र न भवति, तत् प्रत्ययलोपलक्षणं न तिष्ठति इति अपवादमस्ति इति भवान् दृष्टवन्तः. प्रत्ययलोपे प्रत्ययलक्षणं सम्यक् तत्र न भवति, परन्तु कस्मिन् विषये नाम कस्मिन् सन्दर्भे? सर्वत्र प्रत्ययलोपे प्रत्ययलक्षणं न तस्य अपवादः भवति वा? न भवति. प्रत्ययलोपे प्रत्ययलोपे प्रत्ययलक्षणम् इति सामान्यसूत्रं. प्रत्ययस्य प्रदर्शनं भवति चेदपि प्रत्ययस्य यत् निमित्तं कार्यमस्ति तत्तु भवति इति अस्ति खलु प्रत्ययलोपे प्रत्ययलक्षणम्. परन्तु लु भवान् वदति, लु अस्ति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति न भवति, प्रत्ययस्य लक्षणमपि न अस्ति. तत् सम्पूर्णरीत्या समीचीनं नास्ति. प्रत्ययस्य लक्षणं न भवति कस्मिन् सन्दर्भे, कस्मिन् विषये? तत्र यत् कार्यं भवति तत् तदा कीदृशकार्यं? यत्र गुणः भवति इति यत् यत्किमपि भवति, अङ्गकार्यं भवति तद् अङ्गकार्यं तस्य न लुमताङ्गस्य नाम प्रत्ययस्य प्रत्ययनिमित्तं यत् अङ्गकार्यमस्ति तद् अङ्गकार्यं न भवति. अन्य किमपि अस्ति चेत् इदानीं श्लू मध्ये अपि तद् दृश्यते. प्रत्ययलोपे प्रत्ययलक्षणं केवलम् अङ्गकार्यस्य कृते, श्लू कृते न भवति. अन्यत्र नास्ति. नाम संथिङ्ग् प्लस् शप्, शप् स्थाने श्लू. अतः शप् निमित्तीकृत्य यद्यत् अङ्गकार्यमस्ति, नाम धातु मध्ये गुणः, किमपि वृद्धिः, यत् सर्वमस्ति चेत् इदानीं तत् न भवति. नाम श्लु अस्ति अतः प्रत्ययस्य लोपः अपि भवति, अदर्शनमपि भवति. अतः अपि च तेन प्रत्ययेन यः यत् अङ्गकार्यं भवितुं शक्नोति तदपि न भवति इति अस्ति. अतः श्लु. तर्हि अदादिगण तर्हि अस्तु, तदस्ति तद् द्वितीयम्. इदानीम् अस्तु, अदिप्रभृतिभ्यः शपः इति अपि अस्ति खलु. तत्र शप् स्थाने किं भवति? लुक् भवति, लुक् इति भवति. लुक्पि अत्रापि लुक् करोतु. किमर्थं पुनः नूतनं श्लू इति किमर्थं? लुक् लुक् करोतु. लुक् मध्ये अपि न लुमताङ्गस्य इत्यनेन अङ्कार्यं न भवति. तर्हि पुनः श्लू तस्य की आवश्यकता? तत्र द्वित्तकरणार्थं तत्र विशेषम् श्लौ इति खलु. तत्र द्युत्त कुत्र भवति इति पाणिना उक्तमस्ति. तत्र श्लौ इति सूत्रेण द्युत्तं भवति. अपि च तत्र सनङ्गोः पञ्चस्थानानि सन्ति यत्र द्वित्वं भवति. एकं ज्योत्यादिगणे श्लू प्रत्ययपरे श्लौ. अतः श्लौ इति श्लू इति नूतनप्रत्ययः कृतः, येन वयं ज्ञातुं शक्नुमः श्लौ इति सूत्रात् यत् द्वित्वं करणीयम्. अन्य कुत्र भवति द्वित्वं? लिटि लिटि परे लिटि लिटि भवति, लिट्लकारे भवति, सनि भवति, यङ् सनङ्गयोः तत्र भवति. अत्र कुत्र अन्यत्रापि अस्ति तत्र लकारे. इदानीं गणे अस्ति सनि अस्ति, लिटि अस्ति, यङ् यङ् भवति अस्ति, अपि च पञ्चमेङ्ग् वा चङ्ग् चङ्ग् एव खलु. कस्मिन् लक्षणे अस्ति चङ्ग् इति? तत्र लुङ्लकारे वा? लुङ्लकारे लुङ्लकारे चङ्गि अस्ति, तत्र अपि द्वित्वं भवति. तर्हि पञ्चस्थानानि सन्ति. तर्हि हा अस्तु. इदानीं वयं सर्वे जानीमः श्लू इति प्रत्ययस्य श्लू इति संज्ञायाः महान् महत्त्वमस्ति. अस्तु, तर्हि जुहोत्यादिभ्यः श्लू इति सूत्रं पठतु महोदय. हा, जुहोत्यादिभ्यः श्लू. जुहोत्यादिगणे सितेभ्यः धातुभ्यः वीतस्य शप् प्रत्ययस्य श्लू इत्युक्ते लोपः भवति इति अनुवृत्तसहितसूत्रमस्ति. जुहोत्यादिभ्यः शपः श्लू इति अत्र इति अस्तु. अग्रे अतः प्रश्नः उदेति यत् लुप् श्लू इत्यनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति. लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति. एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययरक्षणम् इति. अस्तु, तत्र लोपः अदर्शनं भवति चेदपि प्रत्ययलक्षणं तिष्ठति इति. तर्हि प्रत्ययलक्षणेन तत्र यत्किमपि कार्यं विधीयते प्रत्ययस्य कारण प्रत्यय निमित्तीकृत्य तत् कार्यं भवति इति प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रमस्ति खलु महोदय. एतत् एतत् वदति प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रथमाध्यायस्य प्रथमपादस्य द्वाषष्टितमं सूत्रमस्ति. प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्टि तत्पुरुष तस्मिन् प्रत्ययलोपे. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इति अस्ति. अग्रे पठामि वा महोदय? आं पठतु, समापयतु तत्र. हा तर्हि, हा तत्र वयं दृष्टवन्तः तत्र तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति. श्लू न तथा, प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि च तदाश्रितं कार्यमपि न स्यात्. तद्विधायककार्यं यत्किमपि भवत् तत्र अत्र शप् इति अस्ति अङ्गकार्यमस्ति तद्विधायक अङ्ग. हा आं सत्यं, तत् यत्र प्रत्यय विधीयते तत्र तत् प्रत्ययात् पूर्वं यदस्ति तत् अङ्गं भवति इति अङ्गसंज्ञा भवति. तद् विधायकसूत्रम् अस्ति. अस्तु, अपि च तदाश्रितं कार्यम् इत्युक्ते अङ्गकार्यं न स्यात्. तद्विधायकं सूत्रमस्ति नलुमताङ्गस्य इति. नलुमताङ्गस्य इति प्रथम अध्यायस्य प्रथमपादस्य अग्रिमसूत्रमस्ति, अपवादसूत्रमस्ति. अस्तु, तत् न लुमताङ्गस्य इति तत्र त्रिषष्टितमं सूत्रमस्ति. त्रिषष्टितमम् अस्तु. न लुमताङ्गस्य पठामि वा महोदय अग्रे? हा, यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् स प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयन्तम् अङ्गस्य सत्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययरक्षणम् इत्यस्य सम्पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न इति. इदानीं तत्र लुमता, लुमता इत्यत्र लुमता इत्यत्र करणे अस्ति, अत्र लुमता तृतीय अस्ति. लुमता यदि प्रत्ययलोपः भवति तदा अङ्गस्य प्रत्ययलक्षणं न तिष्ठति इति एतत् सूत्रं वदति. तर्हि इदमपि वयम् अस्माभिः दृष्टि लुमान् यत् अस्ति नाम यत्र लु अस्ति, यत्र लुक् अस्ति, लुप् अस्ति, श्लू अस्ति, तदपि अस्ति चेत् अङ्गकार्यमपि न भवति. प्रत्ययस्य लोपं तु, लोपः तु भवति, अदर्शनं तु भवति, परन्तु तत् प्रत्ययनिमित्तिकम् अङ्गकार्यमपि न भवति इति. अस्तु, तर्हि एतत् सर्वं तु अस्माभिः पूर्वमेव पठितम्. अस्तु, तर्हि चत्वारि सूत्राणि सन्ति. अदर्शनं लोपः, तत् सूत्रं किं वदति? लोपः इति संज्ञा, लोपः इति संज्ञायाः संज्ञासूत्रमस्ति. लोपः इत्युक्ते अदर्शनम्. तदनन्तरं प्रत्ययस्य लुक् श्लू लोपः नाम प्रत्ययस्य लुक् श्लू लुपः भवति चेदपि अदर्शनमेव अस्ति, तस्य अपि लुक् श्लू लुपः तस्य अपि अदर्शनं विहितम्. तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणं नाम प्रत्ययस्य लोपः भवति चेदपि तेन यत् कार्यं भवति तदपि इदानीमपि भवति. प्रत्ययलुप्ते तदाश्रितं कार्यं स्यात्. न लुमताङ्गस्य, लुमता शब्देन यदि लुप्त इति प्रत्ययं, लुमता शब्देन यदि लुप्त इति निर्दिष्टं नाम लुक् श्लू लुप् तेन निमित्तं यद् अङ्गकार्यम् अस्ति तद् न भवति, केवलम् अङ्गकार्यम्, अन्यकार्याणि भवन्ति. तर्हि जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लू भवत्, लुमता शपः अदर्शनं जातं. केन सूत्रेण? प्रत्ययस्य लुक् श्लूपः. तदनन्तरं धात्वाङ्गे शप् निमित्तं यत् अङ्गकार्यम् अस्ति तदपि नाधं, नाम गुणः भवति चेत् गुणः न भवति, किमपि अस्ति चेत् न भवति. एतत् पर्यन्तं सर्वे अवगच्छन्ति वा? आम् महोदय. आम् महोदय. अस्तु, अग्रे विजया महोदय पठतु, अत्र प्रश्नः आयाति. अत्र प्रश्नः आयाति यत् श्लु एकः प्रत्ययः अस्ति किम् बोध्यं यत् श्लु निमित्तीकृत्य द्वित्वं भवति अनेन प्रमाणितं यत् प्रत्ययः अस्ति एव श्लु इति अभावः नास्ति अपि तु भावः एव न दृश्यते किन्तु भावः एवमेव लोपः लुक् लुप् लुक् लुप् इत्येते सर्वे भावाः एव तत्र न न वदतु वदतु अत्र श्लु एकः प्रत्ययः अस्ति किं धातोः अनन्तरं परे आगच्छति परन्तु अत्र प्रत्ययः अस्ति वा इति प्रश्नः उदेति अत्र बोध्यं यत् श्लु निमित्तीकृत्य द्वित्वं भवति अनेन प्रमाणितं यत् प्रत्ययः अस्ति एव अतः श्लु प्रत्ययः एव श्लु इति अभावः नास्ति अपि तु भावः एव अभावः इति अदर्शनम् इति नास्ति खलु नाम अदर्शनम् अस्ति परन्तु अदर्शनम् इत्युक्ते तत्र अभाव इति नास्ति नाम किमपि मिसिङ्ग् अस्ति इति न अदर्शनमस्ति परन्तु तत्तु भावः एव अस्ति किमपि नास्ति तदपि भावः अस्ति खलु किमपि कार्यं भवति किमपि कार्यं भवति स्थानिवत् भाव इति वक्तुं शक्नोमि वा अत्र नास्ति स्थानिवत् न भावः इत्युक्ते लुप् भवत् परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं शक्तुं शक्नुमः यत् लोपः अस्ति चेदपि तत्र कार्यं भवति अत्र किं लिखितमस्ति यत् श्लु इति प्रत्ययः एव अस्ति नाम तेन किमपि कार्यं भवति द्वित्वं भवति इति विशिष्टकार्यं भवति अतः प्रत्ययः एव अस्ति एतद् न चिन्तनीयं यत् ओ प्रत्यय तु शप् आसीत् श्लू केवलं तस्य लोपः करोति न श्लू तस्य केवलं लोपः न करोति तस्य अन्यपि महत्त्वम् अस्ति ऋतं भवति तस्यापि गुणः अस्ति तस्यापि भावः अस्ति नाम लुक् श्लू लुप् लोपः केवलं प्रत्ययस्य लोपः नाम अभावं न कुर्वन्ति तेषां प्रत्येकस्य तस्य प्रत्येकस्य किमपि महत्त्वमपि अस्ति अन्यमहत्त्वमपि अस्ति they don't exist only to make the pratyaya disappear they have their own importance tatra shlu tasya mahatvam kim ditva karyam tarhi mode atra shap shapasthane shlu bhavati iti iti iti shlu iti pratyaya asti je shlu iti bhavati shlu iti tadarsha pratyaya yata adarshanam tat adarshanam bhavati iti iti shishikaraniyam va hello shlu look लुप् ते सर्वे प्रत्ययः एव सन्ति येषां प्रथमं कार्यमस्ति अदर्शनं अन्यकार्यं तस्य यत् किमपि महत्त्वम् अस्ति तत्र शप् स्थाने श्लू इति आगच्छति न महोदय इति स्थानीयद्भाव शप् स्थाने श्लू आगच्छति आदेशः भवति अतः स्थानीयद्भाव इति अत्र न शक्नोति कर्तुं शक्नुमः परन्तु तत्र तत्र किं तस्य नाम तस्य किं तत्र किमपि तस्य अग्रे तस्य महत्त्वं नास्ति अग्रे तस्य किमपि अर्थः नास्ति आवश्यकता नास्ति प्रत्ययलोपे प्रत्ययलक्षणं लुक् श्लु लुक् लोप् अस्ति तेषां कृते तु प्रत्ययलोपे प्रत्ययलक्षणं न लुमताङ्गस्य इति किम् इति पर्याप्तमस्ति खलु अन्य किमपि तस्य आवश्यकता नास्ति अग्रे विजया महोदय पठतु अत्र नूतनप्रश्नः आं जि अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति जुहोत्यादिगणे श्लू अपि लुमान् द्वयमपि लुमान् चेत् द्वयोः भेदः कः वस्तुतः द्वयोः कुत्रचित् साम्यं कुत्रचित् न भेदः साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते वा कृते च यथा अदादिगणे उतो वृद्धि लुकि हलि इति सूत्रम् अस्माभिः दृष्टं येन गुणं प्रबाद्य वृद्धिः भवति श्लू इत्यनेन तादृशं कार्यं न प्राप्यते किन्तु श्लोः विशिष्टं कार्यमपि अस्ति यत् लुक् इत्यनेन न सिध्यति तत्र प्रमुखं कार्यम् इदं श्लौ श्लौ परे अस्माभिः पूर्वं पठितम् अदादिगणस्य कृते लुक् तु आसीदेव पुनः श्लू इत्यस्य भेदः श्लू भिन्नः कीदृशः तर्हि कुत्रचित् साम्यम् अस्ति कुत्रचित् भेदः अस्ति साम्यं किम् उभे उभौ लुमांस्तः अतः अङ्गकार्यं न भवति लुक् मध्ये अपि न भवति अदादिगणे श्लू मध्ये अपि न भवति श्रुत्यादिगणे भेदः अपि अस्ति उतो वृद्धिर्लुकि हलि अस्माभिः सूत्रं पठितं खलु अदादिगणे तत् लुक् अस्ति अदादिगणे लुक् अस्ति अतः तत्र वृद्धिकार्यं भवति गुणः न भवति तादृशकार्ये झोत्यादिगणे न भवितुं शक्नोति यत् झोत्यादिगणे श्लू अस्ति लुक् नास्ति सः एकभेदः अन्यभेदः अस्ति श्लौ झोत्यादिगणे द्वित्वं भवति तादृशः द्वित्वम् अदादिगणे न भवितुं शक्नोति यतोहि तत्र श्लू नास्ति तर्हि भिन्नभिन्नकार्यमस्ति अतः भिन्नभिन्नप्रत्ययाः अपि सन्ति तर्हि श्लू श्लू कृते मुख्यकार्यं किं पठतु महोदय सूत्रं श्लौ आम् श्लौ श्लौ परे धातोः द्वित्वं भवति श्लौ सप्तम्यन्तम् एकं पदमिदं सूत्रं लिटि धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं श्लौ धातोः द्वे अत्र श्लौ इत्युक्ते तत्र द्वित्वकार्येण कार्यं भवति इति श्लौ धातुः वदति एकाचो द्वे प्रथमस्य अपि यत् प्रथम द्विवारं भवति चेत् प्रथम एकाचो द्वे प्रथमस्य प्रथमविषयकार्यम् अस्ति इति एकाचो द्वे प्रथमस्य केवलम् अत्र अनुवृत्ति कृते लिखितमस्ति विषये अस्तु श्लौ श्लौ धातोः द्वे उदाहरणम् अधः दत्तं द्वित्वं जुहोत्यादिगणे श्लूना सर्वेषां धातूनां द्वित्वं भवति यदा ददा इति भवति ददा बि बिबि हु जुहु इति अत्र अलादिशेषः इत्यनेन इदानीं न पठतु इदानीं भवति चेत् तत्र ददा इति द्वित्वं भवति ददा बि बिबि हु जुहु इति भवति अस्तु अग्रे तर्हि धन्यवादः तर्हि श्लौ धातोः द्वे श्लौ धातोः द्वे श्लू परे अस्ति चेत् धातोः द्वित्वं भवति कीदृशं दा अस्ति दायोगः श्लू तत्र ददा भवति दा धा अस्ति दधा भवति भि अस्ति बिभि भवति हु अस्ति जुहु भवति तत् द्वित्वं कथं भवति अग्रे पश्यामः परन्तु द्वित्वकार्यं भवति पाणिनीयव्याकरणे पञ्चस्थलेषु भवति द्वित्वं श्लौ ज्योत्यादिगणे लिटि चङ्गि लुङ्लकारे समीयङ्गि तस्मै पठितम् अस्तु इदानीम् अस्माभिः दृष्टं यत् ज्योत्यादिगणे श्लू प्रत्ययः अस्ति अतः द्वित्वं भवति इदानीं द्वित्वं कथं करणीयम् इति प्रश्नः अस्ति खलु द्वित्वं तु अस्ति दा मध्ये दादा एव भवति ददा कथं ददा भवति धा मध्ये धाधा करणीयः कथं दधा इति भवति तस्य कृते अपि किं तस्य कृते अपि सूत्राणि सन्ति के के सूत्राणि अग्रे पश्यामः अस्तु मदर् महोदय अग्रे पठतु अत्र अस्ति प्रकरणम् अत्र अस्ति द्वित्वप्रकरणम् एकाचो द्वे प्रथमस्य अजादेर् द्वितीयस्य नान्द्राः संयोगादयः पूर्वोऽभ्यासः उभे अभ्यस्तम् अभ्यस्तं दक्षित्तादयः षट् तुजादीनां दीर्घो व्यासस्य लिटि धातोर्न अभ्यासस्य धातो अनभ्यासस्य संयो सन् संज्ञ नोः संज्ञोः संज्ञोः श्लु चङि आम् श्लौ श्लौ अस्ति क्षम्यतां श्लौ सङि दाशाञ्च साहान् एतानि सूत्राणि सन्ति द्वित्वप्रकरणसूत्राणि नाम यत्र कुत्रापि लिखितमस्ति द्वित्वं द्वित्वम् इति प्रथमं तु एतानि सूत्रे एतानि सूत्राणि मनसि मनसि आगच्छेयुः द्वित्वप्रकरणे एतानि सूत्राणि मनसि आगच्छेयुः द्वादशसूत्राणि सन्ति एकाचो द्वे नाम एकाच धातुः अस्ति चेत् किमस्ति एकाच धातुः अस्ति चेत् प्रथमभागस्य एव द्वित्वं करणीयम् इति अस्ति अजादिधातुः अस्ति चेत् द्वितीयभागस्य करणीयम् अन्द्राः संयोगादयः संयोग अस्ति तस्य पूर्वं नकारः दकारः रेफः अस्ति चेत् तस्य द्वित्वं न भवति पूर्व अभ्यासः द्वित्वं द्वित्वं करणानन्तरं यत् पूर्वभागमस्ति द्वित्वस्य तस्य नाम अस्ति नाम भवति अभ्यासः सम्पूर्णस्य नाम अस्ति अभ्यस्तम् अभ्यस्त इति सम्पूर्णमस्ति नाम भागद्वयस्य संज्ञा अस्ति अभ्यस्तम् अपि दक्षित्यादयः षट् अस्माभिः पठितं अदादिगणे दक्षित्यादिगणे अपि अस्ति तस्मिन्नपि यत् यद् धातुः अस्ति तस्य अपि अभ्यस्तमिति संज्ञा भवति तुजादीनां दीर्घो अभ्यासस्य तुजादीयगणः अस्ति तत्र अभ्यासः दीर्घं भवति लिटि धातोः अनभ्यासः लिट् लिट् लकारे धातोः द्वित्वं भवति अभ्यासः नास्ति चेदेव अभ्यासः अनभ्यासधातोः द्वित्वं भवति तन्यङ्गोः तनि अपि च यङ् प्रत्ययपरे अस्ति चेत् तत्रापि द्वित्वं भवति श्लौ अस्माकम् अत्र मुख्यसूत्रं श्लु प्रत्ययपरे अस्ति चेदपि द्वित्वं भवति चङ्गि लुट् लकारे लुङ् लकारे चङ् प्रत्ययपरे अस्ति चेदपि द्वित्वं भवति एते द्वादशसूत्राणि सन्ति यत्र यत्र द्वित्वं भवति द्वित्वकृते संज्ञाः सन्ति तस्य अपि अत्र संज्ञाः सन्ति ते अपि अत्र लिखिताः अस्तु अग्रे द्वे जाते प्रथमभागस्य नाम अभ्यासः मिलित्वा द्वयोर्नाम अभ्यस्तं पूर्वोऽभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः पूर्वः प्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदम् इदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वेहो इति पूर्वस्य इति संज्ञासूत्रमस्ति अत्र अभ्यासः इत्युक्ते किम् द्वित्वानन्तरं प्रथमभागस्य नाम अभ्यासः इति एव पूर्वः अभ्यासः अग्रे उभे अभ्यस्तं द्वितानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदम् इदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् अभ्यस्तम् इति संज्ञासूत्रमस्ति द्वित्वानन्तरं द्वयोः समुदायः अस्ति, तस्य नाम अभ्यस्तम् अभ्यस्तम् इति उक्तं द्वित्वानन्तरं प्रथमस्य अभ्यासः उभयोः संज्ञा अस्ति इति अस्ति. एतावत्पर्यन्तं सर्वे अवगच्छन्ति वा? आम् महोदय. तर्हि दाधातुं भवति दादा, इति प्रथमदायक अस्ति, तस्य संज्ञा अस्ति अभ्यासः. सम्पूर्णसमुदायस्य नाम दादा, तस्य संज्ञा अस्ति अभ्यासः. धाधातु धाधा प्रथमधा तस्य अस्ति अभ्यासः, सम्पूर्णसमुदायस्य अस्ति अभ्यासः इति. अस्तु, तर्हि इदानीम् एकवारं द्वित्वं भवति, प्रथमभागस्य अभ्याससंज्ञा भवति, तदनन्तरम् अभ्यासकार्याणि सन्ति, नाम कानिचन कार्याणि सन्ति यानि केवल अभ्यासकृते भवन्ति, अभ्यासमध्ये भवन्ति. ते सन्ति तानि सन्ति अभ्यासकार्याणि. अङ्गकार्य इति तत्र एव भवन्ति, परन्तु अभ्यासकृते एव तत्र भवति. अभ्यासः नास्ति चेत् तानि सूत्राणि कार्यं न कुर्वन्ति, अभ्यासमध्ये एव कार्यं कुर्वन्ति. तेषां नाम अस्ति अभ्यासकार्याणि. अस्तु, तर्हि अग्रे अग्रे रघुपतिमहोदय पठतु अभ्यासकार्यम्. अभ्यासकार्यं तत्र वित्तस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, यथा अभ्यासस्य रसत्वम् अल्पप्राणत्वं च भवति. इदं सर्वम् अभ्यासकार्यम् अभ्यासकार्यम् इति उच्यते. आर्धातुकप्रकरणे विस्तरेण परिशीलयाम लिटि लुङ्गि सनि यङि इत्येते इत्येषु अभ्यासकार्य अभ्यासकार्यस्य पुनः अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं चेति. सामान्य अभ्यासकार्यं भवति यत्र यत्र दृष्टं भवति सर्वेषां धातूनां कृते. विशेष अभ्यासकार्यं भवति दत्तस्य निमित्तम् अधिकृत्य, यथा लिटि विशेष अभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि यङि शङि च इति. अत्र दित्तस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तत्र यथा द्वित्व ह्रस्वत्व अल्पप्राणत्वं इति. अत्र विस्तरेण वयम् आगतकप्रकरणे परिशीलयामः. तत्र यदा वयं लिटि लुङ्गि सनि यङि इत्येतेषां विषये पठामः तदा कुर्मः. अभ्यासकार्यस्य पुनः विभजनं सामान्यकार्यमस्ति विशेषकार्यं भवति. सामान्यकार्यं सन्ति सर्वेषां कृते, परन्तु विशेष अभ्यासकार्यं भवति तत्र लिटि परे सनि परे विशेष यङि परे इति तादृश भवति. तथा एव तत्र श्लौ परे श्लौ इति तत्र पृथक्तया भवति इति अस्ति. स्लौ परे सनि यङि चङि सर्वत्र विशेष अभ्यासकार्याणि अपि सन्ति, परन्तु सामान्य अभ्यासकार्याणि सर्वेषां कृते अस्ति सन्ति. ते के इति अग्रे अग्रे सामान्य अभ्यासकार्याणि सन्ति यत्र यत्र द्वितं भवति तत्र तत्र तानि कार्याणि भवन्ति, नाम ज्योत्यादिगणे लिटि चङि सर्वत्र भवन्ति. कानिचन अभ्यासकार्याणि विशिष्टानि सन्ति, ते द्वित्वस्य निमित्तं दृष्ट्वा एव भवन्ति, नाम श्लू कृते अन्यकार्याणि, लिट् कृते अन्यकार्याणि, चङ् कृते अन्यकार्याणि, सङ् यङ् कृते अन्यकार्याणि इति. तर्हि इदानीं सामान्य अभ्यासकार्याणि के के कानि कानि सन्ति इति वयं पश्यामः. तानि सर्वत्र भवन्ति, यत्र द्वित्वं भवति तत्र कार्याणि भवन्ति. कानि सन्ति ते कार्याणि, कानि कार्याणि? महोदय हा महोदय, क्षम्यतां क्षम्यताम्. अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि. ह्रस्वः इति सप्तमाध्यायस्य चतुर्थपादस्य नवपञ्चाशत्तमं सूत्रमस्ति. हलादिशेषः हलादिशेष इति अग्रिमसूत्रमस्ति. शर्पूर्वकयः इति कुहोश्चुः उरत् अभ्यासे चर्च इति एतानि कार्याणि सन्ति. प्रथमं कार्यमस्ति ह्रस्वः इति. अभ्यासस्य अचुवर्णः ह्रस्वः स्यात् अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्वः दीर्घ प्लुत इत्येते शब्दाः आयान्ति तत्र अचः इति शब्दः सूत्रार्थे अपि आयाति. अतः ह्रस्वः इत्युक्तौ ह्रस्वः अचिवर्णः तथा सर्वत्र ह्रस्वः पदमान्तम् एकवेदं सूत्रम् एकपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य अतः ह्रस्वः इति अत्र अभ्यासस्य ह्रस्वः भवति ह्रस्वः इत्यनेन तत्र यद्यपि अत्र ह्रस्वः इति उक्तमस्ति कस्य इति न उक्तं परन्तु अचष्ट इति परिभाषासूत्रेण यत्र यत्र सूत्रेषु ह्रस्व दीर्घ प्लुत इति या शब्दाः आयान्ति तदा अचः स्थाने एव भवतु भवति इति अस्माभिः ज्ञातव्यम् अस्ति अग्रिमः अस्ति अग्रिमं सूत्रमस्ति हलादिशेषः अप्य अस्तु महोदय तर्हि ह्रस्वः इति सूत्रेण किं भवति अङ्गस्य अभ्यासस्य ह्रस्वत्वं भवति ह्रस्वत्वमित्युक्ते कस्य ह्रस्वत्वम् अत्र अभ्यासस्य अच्वर्णः अस्ति तस्य ह्रस्वत्वम् अतः दादा मध्ये प्रथमदा अभ्यासः अस्ति तस्य द भवति ददा इति भवति इति अस्ति अस्तु अग्रे विजय महोदय अह्लादिशेषः हलादिशेषः अभ्यासस्य आदिमः आदिमः इत्युक्ते आदौ यः नातु प्रथमः अत्र अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच्वर्णः नातु हल्वर्णः इति कारणतः अलादिशेषः इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपः भवति अट् इत्युक्ते अट् अट् इति भवति आ अट् इति एव भवति अत्र आदिमः वर्णः अल् हल हल् शेषः अभ्यासे अपरेषां हलां लोपः भवति प्रथमवर्णः एव तिष्ठति अत्र आदिमवर्णः एव तिष्ठति खलु जि आदिम हल् वर्ण आदिम हल् आदिम न अजादिधातोः द्वित्वं क्रियते चेत् आदौ अचिवर्णः अजादौ न हलादौ अलादिशेषः इदानीं हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अलादिः शेषः इति नाम यत्र अभ्यासे आदिमवर्ण आदिम इत्युक्ते किं प्रथमवर्णः प्रथम इत्युक्ते आदिम स्टार्टिङ्ग् मध्ये सः हल् वर्णः अस्ति चेत् तदेव तिष्ठति शेषहल् वर्णाः लुप्ताः भवन्ति इति अस्ति तर्हि पश्यतु अत्र हल् वर्णेषु प्रथमवर्णः इति न लिखितं हल् वर्णेषु प्रथमवर्णः तिष्ठति अन्ये गच्छन्ति इति न अपि तु आदिमः यः वर्णः अस्ति तद् हल् वर्णः अस्ति चेत् तदेव तिष्ठति अन्ये हल् वर्णः गच्छन्ति आदिमः वर्णः अच् वर्णः अस्ति चेत् किं सर्वे हल् वर्णाः गच्छन्ति अस्तु अवगच्छन्ति वा सर्वे आम् आचार्य नाम अट् अट् मध्ये अट् अट् भवति इदानीं तकार एव हल् वर्णः तर्हि हला हल् वर्णेषु प्रथमः हल् वर्णः टकारः अतः टकारः न लुप्यते इति नास्ति प्रथमवर्णः हल् वर्णः अस्ति चेत् तदेव तिष्ठति अन्ये गच्छन्ति इति अत्र प्रथमवर्णः हल् नास्ति अकारः एव अस्ति खलु अतः टकारः अपि गच्छति अ अट् इति भवति तर्हि पश्यतु आदि प्रथमभेदः अस्ति आदि इत्युक्ते तत्र यत् शब्दः अस्ति तस्य आदिमः वर्णः प्रथम इत्युक्ते किं हलादिवर्णेषु प्रथमः अजादिवर्णेषु प्रथमः इति तत् आदि भवति न वा इति भिन्नवार्ता परन्तु तत्र हल् वर्णेषु प्रथमः अच् वर्णेषु प्रथमः इति तथा नास्ति अत्र तथा नास्ति अत्र आदि अस्ति प्रथम नास्ति आदिप्रथमयोः भेदः अस्ति अस्तु अग्रे पठतु महोदय कुहु अस्तु कुहोच्युः अभ्यासे का वर्ग का वर्गीयस्य हकारस्य च स्थाने च वर्गीय आदेशः भवति तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्य साम्यवशात् हकारस्य स्थाने जकारः तदा अभ्यासे च च इत्यनेन जः स्थाने जकारः कुः च हो च तयोः इतरेतरद्वन्द्वः कुहौ तयोः कुहोः षष्ट्यन्तं चुः प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः इति एतत् परिचय वेरि प्रसिद्धसूत्रं परिचयसूत्रमपि का स्थाने अभ्यासे का वर्गीयस्य स्थाने हकारस्य स्थाने का वर्गीयस्य स्थाने हकारस्य स्थाने च वर्गीयवर्णाः आदेशः भवति हकारस्य च वर्गीयसदृशमवर्णः कः का अस्ति चेत् प्रथमवर्णः चकारः भवति तत्तु अस्ति ह अस्ति चेत् चवर्गे हकार इव वर्णः कः झकारः झ इति झकारः क स्थाने च ख स्थाने स्थाने ग स्थाने एकनिमिषं स्थाने अन्तर्तमः तदेव अहं वदामि झ झ घ स्थाने झ इति अस्ति परन्तु हकारस्थाने किं पुनः स्थाने अन्तर्तम् इत्यनेन हकारसदृशमवर्णः अस्ति झकार तर्हि झ भवति तर्हि इति अस्ति कवर्गस्थाने चवर्गः तस्य विपरीतमपि अस्माभिः कुत्र पठितं भिन्नवार्ता अस्ति परन्तु पठितं चवर्गस्थाने कवर्गः तस्य तत्र चवर्गस्थाने कवर्गः भवति अत्र अस्य विपरीतवार्ता भवति तत्तु सन्धिकार्यमस्ति भिन्नम् अस्ति परन्तु मनसि आगच्छति अतः अहं वदामि अत्र क स्थाने च भवति तत्र च स्थाने क भवति अस्तु अग्रे हा उरत् उरत् स्थानेन्तरतमः परिचयमेव उरत् प्रत्ययपरे अभ्यासस्य रवर्णस्य स्थाने अत् आदेशः भवति उः षष्ट्यन्तम् अत् प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उः अत् उः स्थाने अत् आदेशः भवति उरत् इति सूत्रेण प्रत्ययपरे अभ्यासे चर्च अभ्यासे जल् स्थाने जश् चर् च आदेशः भवतः तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् जश् स्थाने जश् अपि च खै स्थाने चर् अनुवृत्त्यर्थम् अष्टमाध्याये अभ्यासे सप्तम्यन्तं च प्रथमान्तं च अव्ययपदं त्रिपदमिदं सूत्रं जलं जश् जशि इत्यस्मात् जलं जश् इत्यनयोः अनुवृत्तिः तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यासे जलां जश् चर् च संहितायाम् अत्र अभ्यासे चर्च इति सूत्रं किं वदति चेत् तत्र झल् स्थाने जश् जश् चर् च आदेशः भवति झल् स्थाने जश् वा चर् वा आदेशः भवति झल् झल् स्थाने जश् वा चर् वा परन्तु विकल्पं द्वयं नास्ति नाम कुत्रचित् झल् झष् कुत्रचित् तर्हि कुत्र कुत्र झष् भवति कुत्र कुत्र चर् भवति यत्र कस्य स्थाने झष् कस्य स्थाने चर् अत्र किं जल् वर्णः अस्ति चेत् जल् वर्णः तु वर्गीय चतुर्थ तृतीय द्वितीय पञ्च प्रथम आगच्छति अनन्तरम् ऊष्माणः अपि अस्ति तदस्ति अस्तु न तदस्ति परन्तु प्रत्येक जल् वर्णस्थाने जश् अपि भवति चर् अपि भवति वा जल् स्थाने जश् वर्णः तृतीयवर्णः भवति अनन्तरं वर्गप्रथमः चर्वर्णः अपि भवति अपि नाम झल् वर्णः कोऽपि भवेत् तस्य स्थाने एकस्मिन् पक्षे जश् एकस्मिन् पक्षे चर् इति वा आम् आम् आम् यत्र एतत् योग्य स्थानं यत् अत्र नाम चतुर्थवर्णः अस्ति तस्य स्थाने जश् तृतीयः अपि चर् प्रथमः अपि भवति वा इति भवती वदति वा तादृशं नास्ति अत्र इदानीं चत्वारः वर्गे चतुर्थवर्णः अस्ति चेत् इदानीं स्वीकुर्मः चेत् ख ख ग ग भवति चेत् अत्र जश्वर्णे च छ झ ज ज अत्र चतुर्थवर्ण खवर्णस्य स्थाने जकारः भवति चतुर्थजकारः भवति न तत्तु कुहोष्ठुः भवति वदति अहं वदामि अभ्यासे चर्चा इत्यस्य किम् अर्थः नाम चतुर्थवर्णस्य स्थाने अपि जश् भवति चरपि भवति तृतीयवर्णस्थाने अपि जश् अपि भवति चरपि भवति इति अस्ति वा विकल्पेन भवति वा अत्र अत्र वर्गः वर्गः जलां जश्चि इति एकनिमिषं भवति विद्या भवति विद्या महोदय भवती वदतु जि अत्र चतुर्थसदस्य तृतीयसदस्य द्वितीयसदस्य प्रथमसदस्य एतत् आगच्छति चेत् तत्र जश्वर्णः आदेशः भवति कस्य आदेशः जश् इत्युक्ते जपगडदश् तृतीयवर्णः तृतीयवर्णः कस्य स्थाने आगच्छन्ति जबगड जबगडदश् अस्तु जबगड एव अत्र का स्थाने महोदय तत्र एकनिमिष एकनिमिष विजय महोदय वदति का स्थाने ज आगच्छति वा क स्थाने ज आगच्छति वा न का स्थाने चकारः न चकारः न तत् स्मरत् तत् त्यजतु महोदय अहं केवलं पृच्छामि वर्गस्य तृतीय चतुर्थवर्णः अस्ति तस्य स्थाने किं भवति तृतीयवर्णस्थाने किं भवति द्वितीयवर्णस्थाने किं भवति प्रथमवर्णस्थाने किं भवति प्रत्येकस्य स्थाने जकार तृतीयवर्णः अपि भवति जश् वर्णः अपि भवति चर् वर्णः प्रथमवर्णः अपि भवति इति अस्ति वा अत्र प्रयत्नं प्रथमं प्रयत्नम् अत्र आभ्यन्तरम् अस्ति वा बाह्यप्रयत्नः अस्ति वा इति द्रष्टव्यं खलु स्थाने अन्तर्तमः इति दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् प्रत्येकस्य स्थाने जश्चर् न भवति तृतीयचतुर्थवर्णस्य स्थाने नाम झश् प्रत्याहारस्य स्थाने तृतीयप्रत्याहारः झश् भवति प्रथमद्वितीयस्य प्रथमद्वितीयस्य वर्णस्य नाम खर् प्रत्याहारवर्णस्य स्थाने प्रथमवर्णः चर् भवति आहत्य प्रथमद्वितीयवर्णः नाम खर् प्रत्याहारवर्णः अस्ति तस्य स्थाने प्रथमवर्णः भवति चर् तृतीयचतुर्थवर्णः यत् अस्ति नाम झश् प्रत्याहारः यत् अस्ति तस्य स्थाने भवति झश् तृतीय इति अस्ति अवगच्छन्ति वा तत्र कर्वर्णः तु प्रथमद्वितीयस्थाने आगच्छति खलु चर्वर्णः नाम खर् खर् खर् वर्णस्य स्थाने चर्वर्णः झश् वर्णस्य स्थाने झश्वर्णः वन् टु तस्य स्थाने वन् थ्री फोर् तस्य स्थाने थ्री इति प्रत्येकस्य स्थाने झश् अपि चर् अपि इति न झश् स्थाने झश् खर् स्थाने चर् भवन्ति आम् एकवारमपि वदतु जि किम् अत्र ध्यासे झलां जश् चर् इति उक्त्वा झल् वर्णस्य स्थाने प्रत्येकझल् वर्णस्य स्थाने झष् अपि भवति चर् अपि भवति इति न. झष् वर्णः नाम तृतीयशुल्कवर्णः छष्, तस्य स्थाने तृतीयवर्णः झष् इति भवति. प्रथमद्वितीयवर्णः यदस्ति नाम खर्, तस्य स्थाने प्रथमवर्णः भवति चर्, नाम प्रथमवर्णः द्वितीयवर्णस्य स्थाने प्रथमवर्णः, तृतीयवर्णः द्वितीयवर्णस्थाने तृतीयवर्णः, प्रथमवर्णस्थाने प्रथमवर्णः, द्वितीयस्थाने प्रथमवर्णः, तृतीयवर्णस्थाने तृतीयवर्णः, चतुर्थवर्णस्य स्थाने तृतीय. अत्र महोदय तत्र धा धातोः तत्र जस्त्वं भवति, परन्तु खाद् धातो यदि जित्तं भवति तत्र चर्त्वम् अपि भवति, चत्वं भवति खलु. धा धातोः धा धा इति भवति, अनन्तरं तत्र दधा जस्त्वं भवति, परन्तु खाद् इति धातुः अस्ति खाद्, तत्र खाद् इत्यस्य खाद् खाद् इत्यत्र तत्र अनन्तरं कुहोश्चुः खलु तत्र इत्यनेन तत्र चखाद च इति भवति, अनन्तरं चर्त्वं भवति चकाद इति भवति अत्र. खाद् धातु झोत्यधिगणे नास्ति, न न तत्र यदि द्युत्तं कुर्मः चेत् तत् केवलम् अभ्यास सामान्य अभ्यासकार्यमस्ति खलु, तत्र लटि तत् लिटि इति भवति खलु. चर्त्वं कथं भवति इति तत्र खाद् इत्यस्य सुशक्तमः खलु, चर्त्वं भवति तत्र चखाद अनन्तरं चकाद इति भवति. अवगच्छन्ति? तर्हि एतत् तर्हि श्लौ श्लौ इति सूत्रेण द्वित्वकार्यं करणीयं. द्वित्व द्वित्व इत्युक्ते किं? तस्य कृते सूत्राणि सन्ति पूर्व अभ्यासः अजादे द्वितीयस्य, तेन वयं ज्ञातुं शक्नुमः कस्य द्वित्वं भवति. एकाद्वित्वं भवति तदनन्तरं प्रथमभागस्य अभ्याससंज्ञा, सम्पूर्णसमुदायस्य अभ्यस्सं अभ्याससंज्ञा भवति चेत् तस्य कृते सामान्य अभ्यासकार्याणि सन्ति, ह्रस्वत्वं, ह्रस्वः, उरत, उरत् फलादिशेषः, कुहोत्सुः अभ्यासकर्तव्यः. पुनः श्लू निमित्तीकृत्य विशिष्ट अभ्यासकार्याणि अपि सन्ति, तानि अपि करणीयम्. एतत् सर्वं कृत्वा अस्माकम् अङ्गस्य निर्माणं भवति, ज्योत्यादिगणस्य अङ्गस्य निर्माणं भवति. एतत् सर्वं अत्र अङ्गकार्यं बहु बहु अस्ति. अत्र शप्रत्ययनिमित्तिकं तु अङ्गकार्यं नास्ति, यतोहि लुमांसः अस्ति, परन्तु द्वित्वकृते यथा अदादिगणे तु किमपि अङ्गकार्यं नास्ति, धातु एव अङ्ग, परन्तु अत्र धातु अङ्गं नास्ति, यतोहि द्वित्वं करणीयं. द्वित्व अभ्यासकार्यं बहु अस्ति, सर्वं करणीयं. तदनन्तरम् अङ्गस्य निर्माणं भवति, तदनन्तरम् अङ्गस्य अपि च सिङ्प्रत्ययस्य तथैव अग्रे लिखितमस्ति. अस्माभिः ज्ञायते सार्वधातुकलकारेषु तिङन्तप्रत्ययस्य निमित्तकृत्य त्रीणि सोपानानि सन्ति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तत्तु अत्र नास्ति, यतोहि विकरणप्रत्ययः श्लू भवति, अतः न लुमन्ताङ्गस्य इत्यनेन विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति. परन्तु द्वित्वं कृत्वा अभ्यासकार्याणि ये सन्ति तानि करणीयानि. तदनन्तरं धातुविकरणप्रत्ययोः मेलनं कुतपि नास्ति, यतोहि विकरणप्रत्ययः लुप्तः अस्ति. तदनन्तरं सिङ्कप्रत्ययसिद्धिः सर्वदा भवति. तदनन्तरं सिङ्कप्रत्ययनिमित्तकम् अङ्गकार्यं यदस्ति तत्तत् अङ्गस्य सिङ्कप्रत्ययोः मेलनं इति. तर्हि प्रथमं किं करणीयं? धातुः अस्ति चेत् द्वित्वं कृत्वा अभ्यासकार्यं करणीयं, तेन अङ्गं निर्मीयते, तदनन्तरम् अङ्गस्य प्रत्ययस्य योजनं करणीयम्, अपि च सिङ्गप्रत्ययनिमित्तिकं यदि अङ्गकार्यमस्ति तदपि करणीयम् इति भवति. अस्तु, तर्हि अग्रे गत्वा वयं प्रत्येक अष्टधातवः सन्ति एव दृश्यते, तेषां कृते अङ्गानि कानि सन्ति, तदनन्तरं सिङ्गप्रत्ययनिमित्तम् अङ्गकार्यं सन्धिकार्यं कथं भवति तद्वयं पश्यामः. महोदय अत्र आदिमवर्णः प्रथमवर्णः कः भेदः अस्ति महोदय? पुनः नाम अलादिशेषः इति कोऽपि प्रश्नितुं शक्यते हलादि इत्युक्ते किं नाम हल् वर्णेषु प्रथमवर्णः इति वा अथवा यः धातुः अस्ति यः अभ्यासः अस्ति तस्य आदिमः वर्णः हल् अस्ति चेत् तदेव अवशिष्यते भिन्नमस्ति खलु अतः अट् मध्ये आदिमवर्णः हल् नास्ति परन्तु हल् वर्णेषु प्रथमवर्णः अस्ति तकारः तत्र तथा हल् वर्णेषु प्रथमवर्णः न अभ्यासस्य प्रथमः वर्णः हल् अस्ति चेत् तदेव अवशिष्यते अन्य हल् वर्णः गच्छन्ति अतः एव अट् अस्ति अट् मध्ये आदिमः वर्णः अस्ति अकारः अकारः हल् नास्ति अतः सर्वे हल् वर्णः गच्छन्ति तकारः अपि गच्छति यदि हल् वर्णेषु प्रथमवर्णः एव अवशिष्यते चेत् अट् मध्ये तकारः अपि अवशिष्यते तथा नास्ति तर्हि हलादिशिष्ट इत्युक्ते हल् आदि कासः हल् आदि अस्ति सः प्रथमः हल् वर्णः अवशिष्यते अन्ये सर्वे हल् वर्णाः अत्र प्रथमवर्णः टकारः एव अस्ति खलु तत् हल् वर्णेषु प्रथम टकारः अस्ति परन्तु आदिमः नास्ति खलु टकारः आदिमः तु अकारः अस्ति खलु अभ्यासस्य आदिमवर्णः अकारः अकारः अस्ति अकारः हल् नास्ति अतः हल् नास्ति अतः सर्वे हल् वर्णाः गच्छन्ति टकारः अपि गच्छति हल् वर्णेषु प्रथमवर्णः न द्रष्टव्यः प्रथमवर्णः हल् अस्ति न वा द्रष्टव्यं भेदः अस्ति खलु आमाम् अस्तु तर्हि इदानीं विरमामः धन्यवादः शुभरात्रिः धन्यवादः महोदय शुभरात्रिः धन्यवादः महोदय धन्यवादः महोदय